सरस्वतीमहाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अद्य गुरुपूर्णिमा अस्ति, अतः सर्वेषां महान् पर्वस्य शुभाशयः। गुरुपूर्णिमतः नमस्कारः महोदय। नमस्कारः भगिनि, धन्यवादः। गुरुपूर्णिमा शुभाशयः भगिनि। धन्यवादः भगिनि। गुरुपूर्णिमा शुभाशयः भगिनि। धन्यवादः, शुभाशयः, सर्वेषां शुभाशयः। गतसप्ताहे वयं तत्र धातुविज्ञानं प्रथमम् इति करपत्रं तत्र आरब्धवन्तः। अस्मिन् करपत्रे तत्र मुख्यतया तत्र इत्संज्ञा प्रकरणस्य विषये, तत्र यानि सूत्राणि इत्संज्ञाप्रकरणे यानि सूत्राणि तानि अस्मिन् करपत्रे दत्तानि। तत्र धातुः इत्युक्ते तत्र यथा मया पूर्वे उक्तं, धातुः मूल तत्र तत्त्वम् अस्ति व्याकरणशास्त्रे। सो धातुः प्रक्रियायां तत्र सिद्धं भवेत् तस्य कृते प्रथमसोपानम् अस्ति इत्संज्ञा वर्णानां निष्कासनम्। सो यदा वयं धातु नयामः, धातुपाठतः धातु नयामः, तत्र यानि इत्संज्ञक तत्र वर्णानि सन्ति तस्मिन् धातौ, तेषां निष्कासनम् आदौ एव करणीयम्। सो तेषां निष्कासनं कथं करणीयं, वयं जानीमः व्याकरणशास्त्रे सूत्रम् एव प्रमाणम् अस्ति। सो तत्र सूत्राधारेण एव तत्र इत्संज्ञा भवति व्याकरणशास्त्रे। महर्षिणा एकं प्रकरणं दत्तं, तस्मिन् प्रकरणे तत्र प्रायशः तत्र षट् सूत्राणि, एकम् इत्संज्ञकनिषेधकसूत्रमस्ति, अपि च तत्र एकं वार्तिकमपि अस्ति, अन्ते तत्र एकं विधायकसूत्रम् अस्ति, लोपविधायकसूत्रम् अपि अस्ति। सो पूर्वे अपि वयं दृष्टवन्तः, परन्तु इदानीं पुनः तत्र इत्संज्ञक यानि सूत्राणि, इत्संज्ञकवर्णानां कृते यानि सूत्राणि, तेषां पुनः अध्ययनं कुर्मः। किमर्थं चेत् अस्मिन् करपत्रे पुनः तत्र एकं तत्र सर्वं दत्तं। व्याकरणशास्त्रे तत्र तत्र उपदेशे तत्र लिखितमस्ति, उपदेशे अजनुनासिक इति प्रथमसूत्रम् अस्ति। सो तत्र उपदेश अवस्थायाम् इति वदामः चेत्, उपदेशे इति वदामः चेत्, पूर्वऋषिभिः व्याकरणशास्त्रे तत्र त्रिमुनिवन्दना भवति, वयं सर्वे जानीमः। तत्र पाणिनिमहर्षिणा यत् उक्तं तत् अष्टाध्यायीग्रन्थे सर्वं दत्तम्। अनन्तरं तत्र वार्तिकारः वररुचिमहर्षिः अस्ति, तेन तत्र अष्टाध्यायी उपरि तत्र यत् तत्र कानिचन वार्तिकानि तत्र महर्षिणा दत्तानि। सो वार्तिकारस्य ग्रन्थः तु अस्माकं सविधे न तत्र न विधीयते, तत्र वार्तिकारस्य ग्रन्थः नास्ति, परन्तु तत्र तस्य अनन्तरं पतञ्जलिमहर्षिणा तत्र अष्टाध्यायी अपि च यः वार्तिकारन् येन वार्तिकानि तत्र दत्तानि, तस्य उपरि तत्र भाष्यं लिखितम्, महाभाष्य इति ग्रन्थः, पतञ्जलिमहर्षिणा निर्मितं ग्रन्थः सः। तत्र अष्टाध्यायी उपरि अपि तत्र वदति, अपि च तत्र ये वार्तिकानि सन्ति ते अपि तस्मिन् ग्रन्थे एव लभ्यते। सो यानि तत्र वार्तिकानि सन्ति ते सर्वे वयं कुत्र तत्र लभ्यते, तत्र महाभाष्य इति ग्रन्थे तत्र तेषां विवरणम् अपि दत्तम्। सो तत्र सर्वाणि वार्तिकानि महाभाष्यग्रन्थे तत्र लभ्यते। अतः तत्र व्याकरणशास्त्रे तत्र त्रिमुनिवन्दना भवति, यत् त्रिमुनिना उक्तं तदेव उपदेशम्। अपि च प्रायशः तत्र पाणिनिमहर्षिणा यत् उक्तं तदेव उपदेशं भवति। यथा तत्र ये धातुपाठे पाणिनिधातुपाठे ये उपदिष्टद्विसहस्रधातवः ते अपि औपदेशिकधातवः उपदिष्टधातवः, तेषाम् उपरि अपि ते इत्संज्ञक वर्णानां तत्र महर्षिणा दत्तानि, तेषां निष्कासनं करणीयम्। अपि च तत्र ग्रन्थे अष्टाध्यायी इति ग्रन्थे तत्र ये आदेशः भवन्ति, अपि च ये आगमः भवन्ति, ये प्रत्ययाः, येषां प्रत्ययानां विधानं तत्र महर्षिणा कृतं। किमर्थं चेत् पदस्य निर्माणं प्रकृतियोगप्रत्ययः कुर्मः चेदेव पदस्य निर्माणं भवति। सो तत्र प्रत्ययः अपि आवश्यकम्। सो यः प्रत्ययस्य मूलस्वरूपम् अस्ति तस्मिन् अपि इत्संज्ञकवर्णानां निष्कासनं करणीयं। ये ये इत्संज्ञकवर्णाः तस्मिन् अस्ति प्रत्ययेषु तेषामपि निष्कासनं करणीयम्। अतः यः सम्पूर्ण अष्टाध्यायी इति ग्रन्थम् अस्ति तत्र यत् किमपि सूत्रद्वारा महर्षिणा उपदिष्टं तेषाम् उपरि तत्र इत्संज्ञक इत्संज्ञाप्रकरणं कार्यं करोति। अतः तत्र इत्संज्ञकप्रकरणं बहु महत्वपूर्णप्रकरणम् अस्ति। प्रथमसोपाने एव तत्र प्रक्रिया धातुः अपि च प्रत्ययः प्रक्रियार्थं सिद्धं कथं भवति, प्रथमसोपानम् अस्ति इत्संज्ञकवर्णानां निष्कासनम्। अस्तु, पूर्वस्मिन् वर्गे वयं किञ्चित् पठितवन्तः, इदानीं तत्र धातुपाठे अस्माकं प्रथमं कार्यम् इत्यतः तत्र पठामः। इत्संज्ञाविधानम् अपि च निबन्धलोपः च। अस्तु, कः प्रारम्भं करोति, कः अथवा कः प्रारम्भं करोति? अहं पठामि वा महोदय? आं, कृपया पठतु भगिनि। धातुपाठे अस्माकं प्रथमं कार्यम् इत्संज्ञाविधानं निबन्धलोपः च। तदर्थम् इत्संज्ञाप्रकरणं प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति विशेषः, तदा सर्वाणि सूत्राणि अवलोकयामः। उपदेशे जन्माष्टक इति प्रथमम् अध्याये तृतीयपादे द्वितीयसूत्रः इति प्रथमम् इत्संज्ञाविधायकं सूत्रम्। उपदेशावस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्संज्ञा करोति इति इदं सूत्रं वदति। उपदेशः धातु नाम धातुः, प्रत्ययः आदेशः आगमौ वा। अनुनासिकः अच् नाम यस्मिन् अचि अचि इति अनुनासिकचिह्नम् अस्ति, अनुनासिकचिह्नं सूचयति, तत्र दृश्यते। धातु कुसुमाकरे पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते। किमर्थम् इत्युक्ते एकं पूर्णं स्वरज्ञानं वर्तते, प्राचीनकाले इदं विज्ञानं ज्ञायते स्म, अद्य प्रायः इदं विज्ञानं न लभ्यते। अतः अस्मिन् आधुनिकयुगे स्वरविषये अस्माकं क्लेशः, तद्विज्ञानस्य अभावे बृहद्धातुकुसुमाकरोपि करेपि अनुनासिकचिह्नानि न दत्तानि। किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात्। नाम यत्र मूलधातौ कश्चन स्वरः अस्ति आसीत् यत् लौकिकधातोः नास्ति, तत्र अवगम्यते यत् यः स्वरः अनुनासिकः आसीत् ततः उपदेशे जन्नाशिक इति सूत्रेण तस्य लोपः जातः। अद्य इदम् इत्थम् इति वक्तुं कश्चन अन्योपायः नास्ति, ऊहया एव बोध्यम्। यथा गम्रु धातुः, अत्र लु इति अच् वर्णः अनुनासिकः अस्ति, अतः उपदेशे जन्नाशिक इति सूत्रेण तस्य इत्संज्ञा भवति। तस्य लोपः इत्यनेन लोपः गम् इति अवशिष्यते। ृ अनुनासिकः इति अस्ति इति कथं ज्ञातं? फलं दृष्ट्वा। प्रक्रियायां लोके च गम् इत्येव दृश्यते, अतः गृ इत्यस्य लोपः जातः। लोपः जातः चेत् उपदेशे जन्नाशिक इत्येव सूत्रेण अर्हति स्म, अतः गृ अनुनासिकः स्यात् इति अनुमानम् अस्माकम्। तावदेव वदतु भगिनि, किं लिखितम् अत्र? पूर्वकाले पूर्वकालस्य लोकः जानाति कि अन्ते स्थित अचुवर्णः इत्संज्ञा भवति चेत् तस्य अनुनासिका आसीत् इति. इदानीं तत् तत्र इदानीं पुस्तके सर्वे अनुनासिकचिह्ना नास्ति, परन्तु वयं जानीमः यदा अन्ते स्थित अनुनासिक इत् इत् भवति तत् अनुनासिक इत्यपि अनुनासिकवर्ण एव आसीत् इति वयं जानीमः. अतः वयं ऊह्यता करणीयम् इतः अनुनास अन्ते अचुवर्णस्य इत्संज्ञा भवति तत् अनुनासिक अनुनासिक अच् आसीत् इति वयं ऊहा करणीयम् इति उपदेशे जन्नासिक इति सूत्रेण एव अन्ते स्थित अचुवर्णस्य इत्संज्ञा भवितुं शक्यते. अतः यदा धातुः अन्ते इत्सरण अचुवर्णः अस्ति परन्तु अनुनासिकचिह्नं नास्ति तदा यदा यदा लौकिकधातोः अन्ते अचुवर्णः नास्ति चेत् वयं जानीमः तत् तत् अचुवर्णः अनुनासिक आसीत् इति ऊहा करणीयम् इति तत्र सूचयति. अनुमानं कर्तुं शक्यते, फलं दृष्ट्वा एव वयं जानीमः अनुनासिक आसीत् वा न आसीत् वा इति. अत्र यदि अन्ते स्थित अचुवर्णस्य इत्संज्ञा भवति चेत् तद् निश्चयेन अनुनासिक आसीत्, न भवति चेत् अनुनासिक नास्ति इति वयं जानीमः. गुहा करणीयं सत्यं. क्षमता अन्ते एव न मध्ये अपि कुत्र मध्ये अपि भवितुं शक्यते, अनुनासिकमध्ये अस्ति चेदपि इत्संज्ञा भवति. सत्यं. उपदेशे अजनुनासिक इति विषये किञ्चित् पूर्वे अपि अत्र विशेषार्थं तत्र दत्तम्, इत्युक्ते तत्र आदौभागे अपि सूत्रस्य विषये तत्र सूत्रस्य कः अर्थः इति दत्तं, परन्तु यः इत्संज्ञकप्रकरणे प्रथमसूत्रम् अस्ति उपदेशे अजनुनासिक इति सूत्रस्य विषये तत्र अत्र किञ्चित् दत्तं. किमर्थं चेत् तत्र यः पाणिनिधातुपाठमस्ति तत्र यः प्राचीनग्रन्थम् अस्ति तस्य नाम अस्ति बृहद्कुस्माकर. सो बृहद्कुस्माकरग्रन्थः इति अस्माकं सविधे बहु प्राचीनग्रन्थं, यत्र तत्र सर्वाणि तत्र धातु ये द्विसहस्र उपदिष्टधातवः तेषां तत्र क्रमः तत्र दत्तं, परन्तु अस्मिन् परिच्छेदे लिखितमस्ति इत्संज्ञाप्रकरणे तत्र प्रथमसूत्रम् अस्ति उपदेशे अजनुनासिक इति प्रथमसूत्रम्. अस्मिन् सूत्रे विशेषं किम् अस्ति, अत्र किं लिखितम्? उपदेशे इति सप्तमी अन्तं पदम् अस्ति. सो अत्र उपदेशे इति विषयसप्तमी इत्युक्ते तस्य अर्थः किं भवति, अत्र निमित्तसप्तमी नास्ति. सो यत्र यत्र सूत्रे सप्तमी अन्तं पदः प्रायशः तत्र निमित्तसप्तमी परसप्तमी अपि च तत्र विषयसप्तमी भवति. सो अत्र पश्यामः चेत् किमर्थम् अत्र निमित्तं नास्ति, एतत् संज्ञासूत्रं संज्ञाविधायकसूत्रं नामकरणविधायकसूत्रम्. अनेन सूत्रेण नामकरणं क्रियते. कस्य नामकरणं क्रियते? प्रथमे तु कः नामकरणम् इत्युक्ते नामकरणम् इत्युक्ते एकं पारिभाषिकनामकरणम् अस्ति व्याकरणशास्त्रे, टेक्निकल् वर्ड् अस्ति इत्. सो इत् इति नामकरणम् अनेन सूत्रेण भवति. सो इत् संज्ञाप्रकरणम् यः इत्संज्ञाप्रकरणम् अस्ति तस्मिन् प्रकरणे ये षट् सूत्राणि तेषु किं भवति वर्णानां विशिष्टवर्णानां तेषु षट्सु सूत्रेषु तत्र इत् इति नामकरणं भवति वर्णानाम् इत् इति नामकरणं सो तत्र इत् इति नामकरणं किमर्थम् इति प्रश्नः वयं जानीमः यस्य वर्णस्य इत् इति नामकरणं भवति तस्य अनन्तरं लोपः अपि भवति सो अदर्शनं भवति प्रक्रियायां तत् वर्णः न तिष्ठति न दृश्यते न श्रूयते सो तत् वर्णस्य तस्य वर्णस्य अदर्शनं भवति इत्युक्ते लोपः भवति सो प्रक्रियायां तस्य कार्यं न करणीयं तस्य तत्र कोऽपि उपयोगिता नास्ति परन्तु इत्संज्ञकवर्णानां तत्र प्रयोजनं वर्तते सो अनेन षट् अस्मिन् प्रकरणे विशिष्टवर्णानां तत्र एकं नामकरणं महर्षिणा कृतं तत् नामकरणं किम् इति नामकरणम् इति नामः यथा उपदा इति नामः यथा पदम् इति नामः तथैव व्याकरणशास्त्रे इत् अपि एकं नामकरणम् अस्ति सो इत् संज्ञाविधायकसूत्रम् अनेन सूत्रेण इत् इति संज्ञा कस्यचित् वर्णस्य विधीयते सो तत् वर्णं किं प्रथमे तु तत्र अज् इति वर्णम् अत्र अज् श्रूयते परन्तु वर्णम् अस्ति अच् सो अच् इति वर्णानां जातिः के कीदृशवर्णानां जातिः अच् इति प्रश्ने सति चेत् स्वराणां तत्र ये वर्णाः सन्ति वयं जानीमः तत्र स्वराणि व्यञ्जनानि अपि च स्वराः व्यञ्जनानि अपि च तत्र अयोगिवाहः एतादृश तत्र वर्णानां प्रभेदः सन्ति व्याकरणशास्त्रे सो अत्र अच् इति जातिः उक्तं सो अच् जातिषु तत्र बहूनि स्वर वर्णाः तत्र सन्ति स्वराः तत्र सन्ति सो प्रत्येकस्य स्वरस्य इत् इति नामकरणम् इति नास्ति कीदृश अचस्य इति नामकरणम् अनुनासिक अचस्य इति अत्र पदं दत्तम् अनुनासिक अच् सो अत्र अनुनासिक अच् इति यः पदम् अस्ति केवलम् अनुनासिक अच् वर्णानाम् एव इत् संज्ञा अनेन सूत्रेण भवति सो अनुनासिक इति वदामः चेत् वयं जानीमः तत्र चिह्न आधारेण एव वयं ज्ञातुं शक्यते अस्मिन् यः अद्यतनकाले तत्र वयं कथं जानीमः स्वरः निरनुनासिक वा अनुनासिक वा इति वयं चिह्नं दृष्ट्वा एव ज्ञातुं शक्यते परन्तु एतत् परिच्छेदे किं लिखितं यः बृहत् कुस्माकार ग्रन्थः अस्ति तस्मिन् ये उपदिष्टद्विसहस्रधातवः तत्र अनुनासिकचिह्नं न दत्तं यः तत्र ये द्विसहस्रधातवः यथा गम्लु इति धातुः गम्लु इति धातुः तत्र वयं जानीमः तत्र गम् इति लौकिकरूपं प्रक्रियायां गम् एव श्रूयते तत्र गम्लु न श्रूयते सो बृहद् कुस्माकार ग्रन्थे अपि तत्र गम्लु एव दत्तम् सूत्रम् अस्ति उपदेशे अजनुनासिक इत् अनुनासिक स्वरस्य इत् इत् भवति इति सूत्रं वदति उपदेश अवस्थायाम् उपदेशस्थित्याम् अनुनासिक स्वरस्य इत् इत् इति नामकरणं भवति अनेन सूत्रेण सो गम्लु इति पश्यामः चेत् उपरि चन्द्रबिन्दु न दृश्यते सो कथं जानीमः लू इति यः स्वरः लू अपि स्वरः यथा रु ऋकारः स्वरः यथा एकारः ओकारः तत्र स्वरः तथैव लु अपि स्वरः अस्ति सो यदि अत्र ग्रन्थे तस्य उपरि चन्द्रबिन्दु न दत्तं कथं तस्य इत्संज्ञा करणीयं किमर्थं चेत् सूत्रं वदति प्रत्येकस्य अचवर्णस्य इत्संज्ञा न केवलम् अनुनासिक अचस्य इत् सो अत्र अनुनासिकचिह्नं न दत्तं परन्तु तत्र किं लिखितम् एतत् परिच्छेदे एतत् परिच्छेदं वदति पूर्वस्मिन् काले इत्युक्ते यदा तत्र मे बि सम् 400-500 इयर्स् बिफोर् आर् मे बि बिफोर् देट् आल्सो तत्र एकं सम्पूर्णस्वरविज्ञानम् आसीत् इत्युक्ते when they used to do the ucharan of the gamlu, whosoever used to make the ucharanam, by ucharne only he will come to know that lu is the anunasik, lu is anunasik swara. So tatra sampurna swarvigyanam purvasmin kale asit, ataha for them the chinnam was not important because they knew this is an anunasik by ucharne or whatever swarvigyanam was that time available. By that they used to, there was no need for putting the chinnam for understanding whether the achvarnaha sah anunasik var niranunasik, because they had a sampurna swarvigyanam. Parantu atra likhitam tat swarvigyanam idanim tankale asmakam savide na vartate, tat sampurna vigyanam luptam jatam. So we cannot do the samyak ucharanam asmabihi tatra na bhavati swaranam. So tatra atah tatra katham it sangya karaniyam. So atra kim likhitam uham kartum eva vayam tatra prayatanam tikte tatra uha itikte tatra anumanadare dwara eva vayam gyatum shakyate astu उपदिश अवस्थायां स्वरः वर्तते परन्तु लौकिकरूपे यद् स्वरः न दृश्यते चेत् तत्र अस्माकम् ऊहम् एव एतत् स्वरः अनुनासिकस्वरः किमर्थं चेत् केवलम् अनुनासिकस्वराणाम् एव इत् भवति कोऽपि अन्यस्वरस्य इत् न भवति इत्युक्ते तत्र अनुदातस्वरः इति तत्र सूत्रे अपि कोऽपि तादृशसूत्रं नास्ति सूत्रं वदति अनुनासिक अचस्य इति भवति तावदेव सूत्रं सो स्वराणां विषये इति संज्ञाप्रकरणे एकम् एव सूत्रम् अस्ति येन अच् वर्णस्य इति भवति सो एतत् प्रथमसूत्रम् उपदेशे अजनुनासिक इति प्रथमसूत्रं प्रकरणे अस्ति तस्य सूत्रस्य द्वारा एव स्वरस्य इत्संज्ञा भवति अपि च तस्मिन् सूत्रे अनुनासिक इति पदं साक्षात् दत्तं महर्षि वदति अनुनासिक अचस्य एव इत्संज्ञा अतः वयं प्रायशः तत्र अनुमानद्वारा एव तत्र ज्ञातुं शक्यते यः उपदिष्टधातुः यः औपदेशिकधातुः यः तत्र मूलरूपम् अस्ति तत्र स्वरः श्रूयते परन्तु लौकिकरूपे स्वरः न श्रूयते चेत् तत्र प्रायशः यः मूलरूपे यः स्वरः सः अनुनासिक एव किमर्थं चेत् केवलम् अनुनासिकस्वराणाम् एव इति भवति तथा तदेव तत्र लौकिकरूपे तत् स्वरं न श्रूयते इत्युक्ते अत्र घम्लु इति यः धातुः अस्ति तत्र घकार उत्तरवर्ती अपि स्वरः अस्ति अकारः अस्ति परन्तु लौकिकरूपे अकारः श्रूयते मकार उत्तरवर्ती यः लुकारः सः लौकिकरूपे न श्रूयते लौकिकरूपे गम् एव श्रूयते न तु गम्लु श्रूयते सो गकार उत्तरवर्ती यः अकारः सः लौकिकरूपे तत् अकारः लौकिकरूपे श्रूयते अतः अस्माकम् अनुमानं किं तत् प्रायशः निरनुनासिक स्वरः परन्तु यः मकार उत्तरवर्ती लुकारः सः लुकारः लौकिकरूपे न श्रूयते अतः सः लुकारः प्रायशः अनुनासिक एव किमर्थं चेत् तस्य तु इत्संज्ञा भूत्वा तत्र लौकिकरूपेषु न श्रूयते अतः अस्माकम् अनुमानम् एव औपदेशिक अवस्थायां यानि स्वराणि यदि लौकिकरूपेषु ते सर्वाणि स्वराणि न श्रूयते न दृश्यते प्रायशः यः स्वरः न श्रूयते सः अनुनासिक एव किमर्थं चेत् प्रथमसोपाने एव इत्संज्ञा भवति अपि च यस्य यस्य इति भवति तस्य लोपः अपि भवति अतः गम्लु मध्ये यः अकारः सः निरनुनासिक अकारः परन्तु यः लुकारः सः अनुनासिक लुकारः अतः लौकिकरूपेषु अनुनासिकस्वरः स्वरः न दृश्यते तेषां लोपः भवति परन्तु ये निरनुनासिकस्वराः ते तु श्रूयते, ते तत्र तिष्ठति लौकिकरूपेषु. अतः तत्र किं लिखितम्? अस्माक ऊहाम् ऊहया एव बोध्यम्, अनुमानेन एव बोध्यम्. अत्र लू इति अनुनासिकस्वरः, किमर्थं चेत् यः पौराणिकग्रन्थः बृहद्कुसुमाकरग्रन्थः तत्र धातुपाठविषये, तत्र तु तत्र अनुनासिकचिह्नानि न दत्तानि. सो कथं स्वरस्य उपरि अनुनासिकचिह्नानि न दत्तानि? अतः न जानीमः तत्र कथम् इति संज्ञा करणीयं. परन्तु इदानीं तत्र माताजीना किं कृतम्, एकं स्वराङ्कितधातुपाठस्य अपि निर्माणं कृतं. सः सम्पूर्ण अष्टाध्यायी इति ग्रन्थस्य तत्र अध्ययनं कृतवती माताजी. अनन्तरं सः तत्र यः स्वराङ्कितधातुपाठः, इत्युक्ते तत्र कः स्वरः अनुनासिक, कः उदातः, कः अनुदातः इति तत्र सर्वाणि यानि चिह्नानि तत् सर्वाणि स्वराङ्कितधातुपाठे माताभिः तत्र तेषां तस्य स्वराङ्कितधातुपाठस्य निर्माणं कृतम्. सो इदानीं तत्र कोऽपि अस्माकं सविधे कोऽपि क्लेशः न वर्तते. परन्तु ये तत्र यः तत्र पौराणिकग्रन्थानि तत्र सन्ति तेषु तत्र कोऽपि चिह्नम् एव न दत्तं, परन्तु माताजीना स्वराङ्कितधातुपाठस्य निर्माणं सः कृतवती. अतः वि डोण्ट् हेव् अ प्राब्लम् नवर् डेस् बिकास् वि हेव् सः तत्र ऊहया, हि डिड् द आल् द सम्पूर्ण अष्टाध्यायी इति ग्रन्थस्य सः तत्र अध्ययनं कृतवती. अनन्तरमेव तस्य तत्र कुत्र अनुदातचिह्नं तत्र स्थापनीयं, कुत्र स्वरितचिह्नं स्थापनीयम् इति तत्र सर्वं तत्र माताजीना कृतम्. अतः एट् प्रेसेण्ट् वी डोण्ट् हेव् अ प्राब्लम् बिकास् शी हेस् डेवलप्ड् ए स्वराङ्कितधातुपाठ. सो स्वराङ्कितधातुपाठं पश्यामः चेत् तत्र प्रायशः तत्र अनन्तरं क्लेशः न भवति. यः यः स्वरः अनुनासिक् तस्य इति करणीयम् उपदेश अवस्थायाम्. अपि च तत्र स्वराणां विषये तत्र तत्र चिह्नानि, अन्यानि चिह्नानि अपि आवश्यकानि. इत्युक्ते सः स्वरः अनुदात् वा उदात् वा स्वरित वा इति तत्र तदपि तस्य प्रयोजनमपि वर्तते. स्वरस्य तत्र अनुनासिकत्वम् अस्ति वा, स्वरितत्वम् अस्ति वा, उदात्तत्वम् अस्ति वा, तस्य प्रयोगं कृत्वा वयं तत्र बहु किमपि जानीमः तत्र धातुविषये. इत्युक्ते धातुः किं पदी, धातु परस्पैपदी प्रत्ययः स्वीकरोति वा, आत्मनेपदी प्रत्ययः स्वीकरोति वा, अपि च धातु तत्र इडनुकूलः अस्ति वा नास्ति, तत् कथं भवति. तत्र स्वरः उदात्तः अनुदात्तः स्वरितः इति तत्र जानीमः चेदेव ज्ञातुं शक्यते. अतः माताजीना न केवलं स्वरस्य उपरि अनुनासिकचिह्नं स्थापितं, परन्तु सः स्वरः तत्र अनुदात् वा स्वरित् वा अपि च उदात् वा तदपि तत् स्वराङ्कितधातुपाठे सर्वं दत्तम्. अतः अस्माकं सविधे इदानीं तु तत्र क्लेशः न वर्तते. परन्तु यः मूलग्रन्थम् अस्ति पाणिनिधातुपाठः अथ सः तत्र बृहद्कुसुमाकर इति ग्रन्थे तत्र तेषु मूलरूपं दत्तं, परन्तु तत्र तु अनुनासिकचिह्नानि अपि च अन्यानि चिह्नानि अनुदात् वा स्वरित् वा इति अपि न दत्तं, परन्तु माताजीना तत्र स्वराङ्कितधातुपाठस्य निर्माणं कृतवती. अतः वी हेव् देट् स्वराङ्कितधातुपाठः एण्ड् तेन किं तत्र क्लेशः न भवति इति तत्र अस्मिन् विषये किञ्चित् तत्र दत्तम् अस्तु. अस्तु, अग्रे कः पठति? कृपया स्वयम् अग्रे आगच्छतु. चेतन भगिनी पठितुमिच्छति वा भगिनि? पठतु. इतदपि ध्येयं यत् यदि स्वरः अपरेण वर्णेन सह उपस्थितः तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अपरेण सूत्रेण इत्संज्ञा क्रियेत. यथा डुपचष् इत्यस्मिन् डकारोत्तरवर्ती यः उत्तरः उकारः अस्ति सः उकारः अनुनासिकः नास्ति। तत्र डु इत्येव एकं यूनिट् अस्ति, अतः अपरेण सूत्रेण इत्संज्ञा साध्येत। कुत्रापि स्वरसमूहः एक यूनिट् कृत्वा तस्य स्वरसमूह न वर्णसमूह वर्णसमूह तत् समूहे एव इत्संज्ञा भवति। उदाहरणरूपेण डुपचष् इति धातुः अस्ति, तत्र आदिर्निटुडवः इति सूत्रेण डु वर्णसमूहस्य इत्संज्ञा प्राप्नोति, तस्य लोपः अपि भवति। अपि च डु मध्ये किं विशेषः? डु एक वर्णसमूहः अस्ति, तस्मिन् यः उकारः तत् अनुनासिकः नास्ति। किमर्थम् एतादृशं? सम्पूर्णवर्णसमूह इत्संज्ञा भवति, अतः उकारस्य इत्स अनुनासिकः नास्ति इति वयं अनुमानं कर्तुं शक्यते। इत्युक्ते डु इति यः वर्णसमूहः अत्र लिखितं यूनिट् कृत्वा एव इत्संज्ञा भवति, किमर्थं च सूत्र तादृशम् अस्ति, सूत्रं वदति आदिर्नि टु डुवः। सो आदिः इत्युक्ते प्रथम उपदेश अवस्थायाम् आदिम यः वर्णः आदिम यः प्लेस् अस्ति प्रथमवर्णः, यदि नि इति वर्णसमूह डु टु इति वर्णसमूह अपि च डु इति वर्णसमूह आदौ वर्तते तस्य इति भवति अपरेण सूत्रेण इति लिखितम्। अपरेण सूत्रेण इत्युक्ते उपदेशे अजनुनासिक इति सूत्रेण न, भिन्नसूत्रेण, अपरेण सूत्रेण, भिन्नसूत्रेण डु इति वर्णसमूहस्य इति भवति। अपि च तत्र एतादृशः ऊहां करणस्य कोऽपि आवश्यकता एव नास्ति, उकारः अनुनासिक वा न वा निरनुनासिक वा, किमर्थं चेत् अत्र यूनिट् कृत्वा अत्र वर्णसमूहस्य इति भवति। सो अत्र न केवलम् अत्र भिन्नरीत्या तत्र स्वरस्य इत्संज्ञा न भवति, इत्युक्ते मया किम् उक्तं, व्याकरणशास्त्रे यदा वयं वदामः व्याकरणशास्त्रे केवलम् अनुनासिकस्वरस्य एव इत् करणीयं, यदा वयं मया अहं तत् वदामि तस्य किं भवति, यः स्वरः अस्ति सः अनुनासिक अस्ति चेदेव तस्य इत् भवति। परन्तु तत्र एकम् अस्मिन् प्रकरणे एकं तादृशसूत्रम् अस्ति यत्र वर्णसमूहस्य इत् करणीयम् इति सूत्रं वदति। सो तत्र यः वर्णसमूहे यद् एकं व्यञ्जनम् अस्ति द्वितीयं स्वरः अस्ति टु नी डु, सो नी अपि इकारः अस्ति टु अपि उकारः अस्ति डु अपि तत्र वर्णसमूहे उकारः वर्तते, सो तत्र यः डु इति वर्णसमूहस्य इति संज्ञा भवति। तत्र स्वरः अनुनासिक वा निरनुनासिक वा इति न द्रष्टव्यं, किमर्थं चेत् तत्र एकत्र तादृशस्थितिः अस्ति चेदेव तत्र इत्संज्ञा भवति, इत्युक्ते ढकार उत्तरवर्ती ह्रस्व उकारः अस्ति चेदेव इति भवति, तदपि आदौ अस्ति चेदेव इति भवति। सो तत्र उकारस्य अनुनासिकत्वम् इति गुणः तत्र न तत्र इष्टं नास्ति चेदपि तत्र तस्य भवति. सो तत्र उकारः अनुनासिक इति तत्र तस्य ऊहां तत्र आवश्यकता है, तस्य अनुमानम् एव तत्र तादृश आवश्यकता नास्ति. किमर्थं चेत् तत्र अपरेण भिन्नसूत्रेण तत्र ढू इति वर्णस्य इत्संज्ञा भवति. सो तत्र वर्णसमूहस्य इत्संज्ञा भवति, न तु केवलम् उकारस्य इति. तत्र उकारः डकारस्य सह अस्ति चेदेव तस्य इति भवति. यदि अत्र सपोज् कु अस्ति, सो ककार उत्तरवर्ति यः उकारः तस्य इति न सूत्रेण उक्तं. सो तत्र तत्र ककारः यदि तत्र तादृशवर्णसमूहः न उक्तं, सूत्रे उक्तं नी टु डु एतादृशः वर्णसमूहः अस्ति चेदेव इति भवति. सो तत्र उकारस्य अनुनासिकत्वम् इति गुणः न इष्टं, तत्र नास्ति चेदपि भवति. सो तत्र उकारः अनुनासिक नास्ति. किमर्थं चेत् तत्र किं विशेषम्? उकारः डकारस्य सह डकारस्य साक्षात् अनन्तरम् अस्ति चेदेव तस्य इति भवति, न तु अनुनासिकत्वं तस्मिन् वर्तते वा न वर्तते इति तत्र नास्ति. परन्तु उकारः डकार उत्तरवर्ती भवेत् अपि च आदौ भवेत्, तादृशवर्णसमूहः यः यूनिट् कृत्वा तस्य इति संज्ञा कृतं सः आदौ भवेत्, अपि च सः उकारः टकार उत्तरवर्ती भवेत् अथवा डकार उत्तरवर्ती भवेत्, तदा एव इति भवति. कोऽपि अन्यव्यञ्जनस्य अनन्तरम् उकारः स्थापयामः चेत् अस्ति चेत् तत्र इति संज्ञा न भवति इति अत्र लिखितम्. सो तत्रापि यद्यपि स्वरसि इति भवति, परन्तु तत्र सः स्वरः विशिष्टस्वरः डकार उत्तरवर्ती उकारः तदा एव भवति. तथैव तालुन्यकारस्य अनन्तरं ह्रस्व इकारः वर्तते चेदेव तस्य इति भवति, आदौ अस्ति. नीटुडुवः नीटुडु इति वर्णसमूहः यूनिट् कृत्वा एव तत्र इति संज्ञा भवति, न तु भिन्नभिन्नरीत्या. सो तत्र उकारस्य अनुनासिकत्वम् इति न आवश्यकम्, अतः तत्र कोऽपि आवश्यकता एव नास्ति. उपरि चन्द्रबिन्दुस्थापनस्य तु कोऽपि आवश्यकता नास्ति. सो तत्र केवलं ढू इति वर्णसमूहः अस्ति चेदेव तस्य इति संज्ञा भवति, सो तत्र अनुनासिकत्वम् आवश्यकं नास्ति. अग्रे अपि पठतु भगिनि. तर्हि प्रथमं कार्यम् इत्संज्ञा इति, तदार्थं सप्तसूत्राणि सन्ति. तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि, नाम सर्वेषु उपदेषु प्रयुञ्यते. त्रीणि केवलं प्रत्ययेषु एव प्रयुञ्यन्ते, न धातुषु, अपि च एकं सूत्रं निषेधकं सूत्रम्. सप्त सूत्राणि सन्ति इत्संज्ञकः, तेषु इत्संज्ञाप्रकरणे तेषु त्रीणि सूत्राणि धातुषु प्रत्ययेषु उपरि कर्तुं शक्यते. तत् उपदेशे अजनुनासिक यत् हलन्त्यम् अण्ड् आतिर्निटुडुत्तवः. त्रीणि केवलं प्रत्ययेषु एव प्रयुञ्यते, तेषु शः प्रत्ययस्य चुटु अपि च लशक्वतद्धिते. सत्यं. धातुषु तत् तेषां न प्रयुञ्यते. एकं निषेधकसूत्रमस्ति, न विभक्तौ तुस्माः इति. अनन्तरमपि पठतु, प्रथमसूत्रं पठतु भगिनि. इत्संज्ञाप्रकरणं चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु. उपदेशे अजनुनासिक इत् उपदेशे धातौ प्रत्यये आदेशे आगमे अच् वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णं उपदेशे अच् अनुनासिकः इत् एतत् सूत्रं सम्पूर्णम् अस्ति उपदेशे सप्तम्यन्तं सूत्रं स्वयं किमपि किमपि अनुवर् महोदय पृच्छामि वा वदतु भगिनि उपदेशे इत्युक्ते अत्र धातो प्रत्यये आदेशे अनन्तरम् आगमे अस्ति परन्तु अत्र संज्ञा अपि नामकरणमपि आगन्तव्यं खलु संज्ञा इत्युक्ते नामकरणं सुबन्तम् अत्रापि आदेशक आगमः एतत् सर्वं भविष्यति खलु धातो प्रत्यये पञ्च सन्ति अत्र अस्तु महोदय अग्रे दृष्टामः एतत् विषये धन्यवादः महोदय चिन्ता मास्तु भगिनि अग्रे पश्यामः वदतु भगिनि अत्र सूत्रं स्वयं सम्पूर्णम् इति तस्य कः अर्थः किमपि पूर्वसूत्रस्य अनुवर्तनं नास्ति इति आमां सत्यं सत्यम् अत्र आवश्यकता नास्ति सूत्रं स्वयं सम्पूर्णम् अपि च सूत्रस्य कः अर्थः उपदेशावस्थायां अच्वर्णः अनुनासिकः अस्ति चेत् तस्य इत्संज्ञा भवति एतत् सर्वे प्रथमान्तम् अच् अनुनासिकः इत् सर्वे प्रथमान्तम् उपदेशे सप्तम्यान्तम् अतः ते निमित्तं भवति निमित्तं नास्ति अत्र अत्र निमित्तम् इत्युक्ते कारणं कारणं नास्ति अत्र विषयः अत्र विषयसप्तमी यत्र सप्तम्यान्तं पदः प्रायशः तः निमित्तसप्तमी अस्ति परसप्तमी अस्ति अपि च विषयसप्तमी अत्र तु विषयसप्तमी इत्युक्ते औपदेशिक अवस्थायाम् औपदेशिकविषये एव इत्युक्ते तत्र यः औपदेशिक अवस्था अस्ति तत्र एव इत्संज्ञा करणीयं यः तत्र उपदेश अवस्था नास्ति यथा गम् इति लौकिकरूपं तत्र मकारः अन्ते वर्तते परन्तु गम् इति औपदेशिक अवस्था नास्ति तत्र तत्रापि मकारस्य हलन्त्यं सूत्रद्वारा इति कुर्मः इति तु नास्ति केवलम् उपदेश अवस्थायां वर्णानाम् इति करणीयं तथैव औपदेशिक अवस्थायां कीदृश अचस्य अनुनासिक अचस्य इति करणीयम् अनुनासिक अचस्य इति अत्र इति प्रथमान्तं प्रथमान्तम् अस्ति चेत् तस्य कः अर्थः भगिनि सूत्रे प्रथमान्तं पदम् अस्ति चेत् नामकरणम् अस्ति आदेशः आगमः अथवा नामकरणम् अत्र तु नामकरणम् अत्र नामकरणम् अपि च अत्र अचः अचः प्रथमान्तम् अनुनासिक प्रथमान्तं सो अत्र किं वदामः अत्र विशेषणविशेषभावः इत्युक्ते अच् तत्र अचस्य अत्र विशेषणं किं भगिनि विशेषणं विशेषणं किम् अस्ति विशेष्य किम् अस्ति अच् विशेष सत्यं विशेष्य विशेष्य अस्ति तस्य कृते अनुनासिक इति किमर्थं चेत् तत्र बहुविधः अचः सन्ति निरनुनासिक अचः अनुनासिक अचः अनुदात अचः परन्तु अत्र किं लिखितम् अनुनासिक अचस्य इति भवति. सो कीदृश अचस्य इति भवति अनेन सूत्रेण? अनुनासिक अचस्य. सो वयं किं वदामः, एकमेव सूत्रम् अस्ति येन अच् वर्णस्य इति भवति, तदस्ति उपदेशे अजनुनासिक इति. परन्तु तत्र कीदृश अचस्य? केवलम् अनुनासिक अचस्य. सो व्याकरणशास्त्रे अनुनासिक उपदेश अवस्थायाम् अनुनासिक अच् वर्णस्य इति भवति. अपि च अत्र किं विशेषं किमस्ति अत्र? डोण्ट् नो, ऐ फार्गेट् नवडेस् मेनि थिङ्ग्स्. किं वक्तव्यम्? उपदेशे अजनुनासिक इति इदानीं तु न सम्यक्. आम्, अत्र उपदेशे यः पदम् अस्ति, सप्तमी अन्तं पदः, तत्र धातुः प्रत्ययः आदेशः आगमः. एकं भगिनी वदति तत्र प्रातिपदिकेषु अपि तत्र इत्संज्ञा भवति, परन्तु तत्र मया किं पूर्वे उक्तम् अहं चिन्तयामि, अस्मिन् वर्गे अपि उक्तं, तत्र ये प्रातिपदिकानि सन्ति ते अपि तत्र तत्र 96% प्रातिपदिकानि धातुषु एव तेषां निर्माणं भवति. सो धातु एव तत्र मूल तत्र तत्त्वः इत्युक्ते तत्र मूलपदार्थः व्याकरणशास्त्रे धातु एव. सो द मेन् मेटीरियल् फ्रोम् विच् वी केन् मेक् आल् टैप्स् आफ् पदा, वेदर् देट् इस् एन् तिगन्तपद, कृदन्तपद, सुबन्तपदः. सो 96% of the subant padas are made from dhatu only. That is why dhatu eva dattam asti. Itakse yada tatra panini dhatu patham vartate, tadrash kopi tatra pratipadikasi vishaye kopi moola grantham nasti. Yatra pratipadikam tatra dattam, moola pratipadikam. But when we say 96% of the subant padas are derived from dhatus, that means there are some 2-3% which are the mool pratipadikas. So tasmin api tatra yat kimapi we don't have much information about that. So atra upadesh avasthayam prayashah tatra vayam prayashah kim tatra pashyamah dhatuh eva pashyamah. Api cha yesham pratyayanam ashtadhyayi granthe vidhanam kritam tesham moolarupam yah asti, तत्रापि इत्संज्ञक वर्णानां निष्कासनम् आदौ एव करणीयं. यथा तत्र तिप्तस्जि सिप्तस्थ, तत्सु तत्रापि तिप् इति यः अस्ति अन्ते पकारः, तत्र तस्य इत्संज्ञा भवति, ति एव अवशिष्यते. सो प्रत्ययेषु अपि मूलरूपम् अस्ति, अपि च सिद्धरूपम् अस्ति. सो प्रत्ययेषु अपि प्रथमसोपाने एव अस्मिन् प्रकरणे यानि सूत्राणि दत्तानि तेषाम् आधारीकृत्य तत्र वर्णानाम् इत्संज्ञा करणीयं, तथैव आदेशः. सो तत्र यः आदेशः भवति तत्रापि कोऽपि इत्संज्ञक वर्णः अस्ति चेत् तत्रापि निष्कासनं, तेषां निष्कासनं करणीयम्. आगमेषु अपि तत्र यथा नुम् आगमः भवति, नुम् इति आगमे मकारः मित् तत्र इत् अस्ति, अन्तिमस्थितं हलवर्णः इत् भवति. अपि च तत्र उ इति अनुनासिक अस्ति, अतः तस्यापि उपदेशे अजनुनासिक इति सूत्रेण नुमागमे उकारस्यापि इति भवति. सो नकारः एव अवशिष्यते. सो प्रत्येकस्य उपदेशस्य उपरि तत्र उपदेशे अजनुनासिक इति प्रथमसूत्रं कार्यं करोति. सो उपदेश अवस्थायां यत्किमपि उपदेशः, धातु उपदेशः, प्रत्यय उपदेशः, आदेशः, अपि च आगमः, तस्मिन् यदि कोऽपि अनुनासिक स्वरः अस्ति तस्य इत्संज्ञा करणीयम् इति सूत्रं वदति. सो अनुनासिकस्वरस्य एव इति करणीयं, कोऽपि निरनुनासिकस्वरस्य इति न भवति व्याकरणशास्त्रे इति प्रथमसूत्रं. सो प्रत्येकस्य उपदेशस्य उपरि एतत् सूत्रं कार्यं करोति, वेदर् देट् इस् अ धातु, वेदर् देट् इस् अ प्रत्यय, वेदर् देट् इस् अन् आदेशः और् आगमः, तत्र अनुनासिकस्वरस्य इति भवति एव. एतत् सूत्रं तादृशं वदति. अहम् अपि च अत्र आवश्यकं किम्? इत्संज्ञाप्रकरणे वयं दृष्टवन्तः कुत्रचित् अन्ते स्थितस्य हलवर्णस्य इति भवति, कुत्रचित् आदिं स्थितस्य नीटूडु इति तत्र, अपि च लशकु इति भवति. आदिं स्थितस्य लकारस्य इत् अपि च षकारस्य इत् अपि च कुवर्णस्य कवर्गीयव्यञ्जनस्य इत् भवति. परन्तु अस्मिन् सूत्रे तद् किमपि न, एतत् सूत्रं स्वयं सम्पूर्णं. सो अत्र यः अच् अनुनासिक अचस्य इत् भवति अनेन सूत्रेण तत् न लिखितं. सः अनुनासिक अचः कुत्र भवेत् इति न लिखितं. सो उपदेशे यत्र कुत्रापि अनुनासिक अच् वर्णः तस्य इत् इति सूत्रं वदति. इत्युक्ते अत्र स्थानस्य विषये किमपि विशेषं न उक्तम् अस्मिन् सूत्रे. सूत्रं सम्पूर्णम् अस्ति. सो सूत्रं किं वदति? उपदेश अवस्थायाम् अनुनासिक स्वरस्य इत् करणीयं तावदेव वदति. सो उपदेश अवस्थायां डुपचंश् तत्र तस्मिन् अवस्थायां यत्र कुत्रापि अनुनासिक अच् अस्ति, अन्ते अस्ति, मध्ये अस्ति, आदौ अस्ति, तस्य इत् करणीयम् इति सूत्रस्य आशयः. सूत्रं किमपि न वदति अन्ते स्थितस्य लूवर्णस्य इत् करणीयं. सो अस्मिन् सूत्रे स्थानस्य विषये किमपि न उक्तं, केवलम् उक्तम् अनुनासिक अचस्य उपदेश अवस्थायाम् इत् करणीयं तावदेव. सो अन्ते अस्ति वा, मध्ये अस्ति वा, आदौ अस्ति वा इति अत्र न निर्देशं दत्तम्. अतः यत्र कुत्रापि अस्ति अनुनासिक स्वरः तस्य इत् करणीयम् इति तत्र मुख्यमस्ति. सो यदा वयं तत्र वदामः तत्र एतादृश न तत्र वक्तव्यम् अन्ते आचवर्ण अनुनासिक अच् अस्ति चेत् तस्य इत् करणीयं. किमर्थं चेत् सूत्रे तु तादृशनिर्देशमेव न कृतं, सो किमर्थं वक्तव्यम्? सूत्रं वदति यत्र कुत्रापि, यत्र अपि उपदेश अवस्थायां यत्र यत्र अनुनासिक अच् अस्ति तस्य इत् करणीयं तावदेव सूत्रं वदति. अन्ते अस्ति वा, मध्ये अस्ति वा, तद् द्रष्टव्यं. यत्र अस्ति तत्र इत् संज्ञा तस्य तादृश अचस्य इत् करणीयम् अनुनासिक अचस्य. अस्तु, अवगतं वा सर्वैः? एतत् सरलमस्ति. अस्तु, अग्रे कः पठति? उषा भगिनी पठितुमिच्छति वा? म्यूट् मध्ये अस्ति भगिनि. नो चेत् गिरिजा भगिनि. आं भगिनि. हलन्त्यम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति. हल् प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत्. एतत् सूत्रं वदति यदा अन्त्ये स्थितानां वर्णः हल् अस्ति चेत् तत् इत्संज्ञा भवति. एतत् सूत्रं सम्पूर्णं नास्ति, परन्तु अनुवृत्तिसहितसूत्रं. यदा उपदेश अवस्थायाम् अन्त्ये स्थितः अल् हल् वर्णः इत्संज्ञा भवति इति. इत्युक्ते तत्र महर्षि तत्र अनुवृत्ति इति शैली वर्तते. अष्टाध्यायी, सम्पूर्ण अष्टाध्यायी इति ग्रन्थे वयं जानीमः महर्षि वारं वारम् एकस्मिन् समानप्रकरणे पुनः पुनः सः तत्र पदं वारं वारं न वदति. सो तत् अनुवृत्तिरूपेण एव अस्माभिः स्वीकरणीयं. सो तेन किं ग्रन्थं लघु भवति, अपि च सूत्रमपि तत्र लाघवार्थम् एव सः एतादृशः अनुवृत्तिः इति शैली कृतम्. सो अत्र पूर्वसूत्रे सः उपदेशे अपि च इत् तत्र पूर्वे उक्तम्. सो उपदेशे अजनुनासिक इत् हलन्त्यम् इति तत्र क्रमेण पठामः चेदेव ज्ञातुं शक्यते. पूर्वसूत्रात् उपदेशे इति पदस्य अनुवृत्ति अपि च हल् इति पदस्य अनुवृत्तिः. अस्मिन् सूत्रे पदद्वयम् एव दत्तं. ते तत् किं पदद्वयं किं भगिनि? हल् अपि च अन्त्यं. हल् अपि आम्. अत्रापि विशेषणविशेषभावः, इत्युक्ते तत्र समानविभक्ति समानवचनम् अस्ति. सो यत्र यत्र प्रायशः तत्र पदानां तत्र समानविभक्ति समानवचनं वर्तते तत्र प्रायशः, इत्युक्ते जनरलि स्पीकिङ्ग् तत्र किं विशेषणविशेष्यभावः. सो कीदृशस्य कीदृश हलवर्णस्य इति भवति अन्ते स्थितस्य हलवर्णस्य. अत्र स्थानं विशेषतया दत्तं कीदृश हलवर्णस्य इत्युक्ते तत्र तत्र डुपचश् इति अच् इति यदा अत्र अच् पश्यामः अत्र तु न यथा डुपचश् इति तत्र पकारः अपि हलवर्णः, चकारः अपि वर्णः, शकारः अपि हलवर्णः. सो कीदृश हलवर्णस्य इति भवेत् इति सूत्रम् अन्त्यं हल्. सो अन्त्यम् इति अन्त्यं हल् एव इति भवति कदा उपदेशस्य उपदेश अवस्थायां, केवलम् उपदेश अवस्थायां. यथा तत्र गम् इति भवति, गम् इति उपदेश अवस्था नास्ति, धातुः उपदेश अवस्था गम् नास्ति, गम् लु अस्ति. सो तत्र घम् इति यद्यपि अन्त्ये हल् वर्णः तथापि तस्य मकारस्य इति न भवति. किमर्थं चेत् घम् इति उपदेश अवस्था नास्ति. सो सर्वत्र तत्र इत्संज्ञाप्रकरणे एतत् पदद्वयं तत्र अस्माभिः सर्वेषु सूत्रेषु पदद्वयस्य अनुवृत्तिः आवश्यकम्, उपदेशे अपि च इत् इति पदद्वयस्य, बिकास् हि हेज़् डन् द नामकरणम्. अत्र इत् इति संज्ञाप्रकरणम् अस्ति, इत् इति नामकरणं भवति, वर्णानाम् इति नामकरणं. सो द्वितीयसूत्रे कस्य वर्णस्य इति नामकरणं महर्षिणा कृतम्? वदतु भगिनि. द्वितीयसूत्रे इत् इति नामकरणं कस्य वर्णस्य कृते? हल् वर्णस्य, अन्तिम हल् वर्णस्य, अन्तिम हल् वर्णः यः अन्ते स्थितं हल् वर्णम् अस्ति तस्य एव इत्. मध्ये यः हल् ये हल् वर्णानि तेषाम् इत् न, अन्तिम हल् एव इत् भवति इति अत्र लिखितम्. अतः विशेषणविशेष कीदृश हल् वर्णः अन्त्यं हल् वर्णः, हलन्त्यम् इति अस्ति. सो अत्र पदद्वयम् अन्त्यं हल् उपदेश अवस्थायाम् इत् भवति इति सूत्रस्य अर्थः. अन्तिम हल् उपदेश अवस्थायाम् इत् संज्ञा भवति, तस्य इत् इति नामकरणं भवति, तावदेव. सो अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत् अन्तिम हल् वर्णस्य एव इत्, न तु मध्ये आदौ इति लिखितम्. यत्किमपि हल् वर्णः अन्ते वर्तते तस्य इत् अनेन सूत्रेण भवति. अस्तु भगिनि, अवगतं वा भगिनि? सरलमस्ति. अस्तु मञ्जरी भगिनी, अग्रे पठितुमिच्छति वा भगिनि? धन्यवादः भगिनि. न श्रूयते भगिनि. अहं पठामि वा? उषा भगिनी कृपया पठतु. आम् आम्. न विभक्तौ तु स्मः, प्रथम 1.3.4 प्रथमाध्यायः, तृतीयपादः चतुर्थसूत्रम्. विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इतसंज्ञकाः न भवन्ति. विभक्तिश्च इत्यनेन सुपप्रत्ययाः, तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः. इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः. तुश्च, स च, मश्च तेषाम् इतरेतद्वन्द्वः तु स्मः. न अव्ययपदं विभक्तौ सप्तम्यन्तं तुस्मः प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रमस्ति. उपदेशे विभक्तौ अन्त्याः हलः तुस्मः न इतः. एतत् सूत्रं वदति इत्संज्ञा कुत्र कुत्र न भवति. यदा विभक्तिप्रत्ययः अस्ति, तवर्गीय, सवर्गीय वा मवर्गीय विभक्तिप्रत्ययाः सन्ति, तस्य इत्संज्ञा न भवति. विभक्तिश्च इत्यतेन सुपप्रत्ययः सुबन्तप्रत्ययः सुबन्तप्रत्ययः इत्युक्ते विभक्ति कृते यत् प्रत्ययः आगच्छति तत् सुप्रत्ययः तिङ्प्रत्ययः लकारस्य कृते यत् प्रत्ययः सन्ति ते तिङ्प्रत्ययः ते सर्वे सर्वस्य नामकरणं विभक्ति इति अस्ति यदा विभक्तिमध्ये तत् तकार सकार वा मकारः अस्ति तस्य इतसंज्ञा न भवति इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः हलन्त्यसूत्रेण यत्किमपि हल वर्ण अन्ते आगच्छति तस्य इत्संज्ञा भवति एतत् सूत्रं तस्य अपवादः अस्ति एतत् सूत्रं वदति यदि हलवर्णः अस्ति तकारः सकारः मकारः अस्ति विभक्तिप्रत्ययस्य तत् तकारः सकारः वा मकारः अस्ति तस्य इतसंज्ञा न भवति ते विभक्तिप्रत्ययः सन्ति तिङ् वा सुपप्रत्ययः अस्ति तदा तस्य इत्संज्ञा न भवति तवर्गीयवर्णः स सकार मकारः एतस्य इतरेतरद्वन्द्व भूत्वा तुस्मः इति शब्द प्राप्यते तुस्मः पतुस्मः इति इतरेतरद्वन्द्व अनन्तरं तुस्मः इति भवति न अव्ययपदम् विभक्तौ सप्तम्यन्तम् न इति अव्ययपदस्ति अत्र न विभक्तौ तु स्मः इति सूत्रे न इति अव्ययपदमस्ति विभक्तौ एतत् पदं सप्तम्यन्तमस्ति तु स्मः एतत् पदं प्रथमान्तमस्ति एतत् त्रयः पदः अस्मिन् सूत्रे अस्ति न विभक्तौ तु स्मः एतस्य अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे विभक्तौ अन्त्यः हलः तुस्मः न इतः उपदेश अवस्थायां यदा विभक्तिप्रत्ययः यत्किमपि अन्ते अस्ति ते हल अस्ति तस्य तुस्मः इत्युक्ते तवर्गीयसकारः वा मकारः अस्ति यदा तस्य इतसंज्ञा न भवति यदि ते विभक्तिप्रत्ययः अस्ति तदा उपदेशे विभक्तिप्रत्ययस्य यदि अस्ति अन्ते ते यदा हलः अस्ति तर्हि तस्य हल इतः न भवति सत्यं भगिनि साधु भगिनि अत्र पदमिति यः अस्ति नपुंसकलिङ्गे अस्ति अतः त्रीणि पदानि अत्र त्रीणि पदानि सन्ति अस्मिन् सूत्रे न विभक्तौ अपि च तुस्माः सत्यं भगिनि सो अत्र अनुवृत्तिसहितसूत्रम् अस्ति अत्रापि उपदेशे पदस्य अनुवृत्तिः इति पदस्य अनुवृत्तिः अपि च पूर्व अस्य पूर्वे सूत्रद्वयं हलन्त्यम् अपि च उपदेशे अजनुनासिकित् प्रथमसूत्रतः तत्र उपदेशे अपि च इति पदद्वयस्य अनुवृत्तिः अनन्तरं हलन्त्यम् इति सूत्रे पदद्वयं हलः अपि च अन्त्यं सो अत्र अन्त्याः इति बहुवचने अस्ति अत्र अन्त्यं पूर्वसूत्रे अन्त्यम् इति पदं प्रथमान्तम् अस्ति परन्तु अत्र अन्त्याः इति बहुवचने अस्ति हलः अपि बहुवचने अस्ति प्रथमाविभक्ति बहुवचनम् अस्ति किमर्थं चेत् अत्र तुस्माः विषये तुस्माः तु इति कथनेन त थ द ध न तवर्गीयव्यञ्जनः परन्तु सकारः कि अपि च सकारः सकारः तु वर्गीयव्यञ्जनः नास्ति सकारः भिन्नरूपेण दत्तं मकारः अपि भिन्नरूपेण दत्तं सो आहत्य तुस्माः इत्यनेन तवर्गीयपञ्चवर्णाः सकारः अपि च मकारः सप्तवर्णानां विषये अत्र निषेधकः दत्तं इत्युक्ते तत्र विभक्तौ इति सप्तमी अन्तं पदः सो विभक्तिप्रत्ययेषु एव केवलं विभक्तिप्रत्ययेषु तुस्माः इति न भवति उपदेशावस्थायां तदपि आवश्यकम् सो उपदेशावस्थायां यः विभक्तिप्रत्ययस्य मूलरूपं यदि तस्य अन्ते यः हल् वर्णः सः तुस्मा अस्ति चेत् तस्य इत् निषिध्यते न करणीयम् इत्संज्ञा सो एतत् सूत्रम् इत्संज्ञा निषेधकसूत्रम् एतत् कस्य निषेधः वर्तते? हलन्त्यम् इति सूत्रम्। एतत् सूत्रं सामान्यसूत्रम्। सूत्रं वदति यस्य कस्यापि उपदेशस्य अन्ते हलवर्णः अस्ति चेत् तस्य इत् करणीयम् इति सूत्रं वदति, हलन्त्यम् इति सूत्रम्। परन्तु विभक्तौ तु स्माः वदति यदि सः उपदेशः विभक्तौ अस्ति चेत् भक्तिप्रत्ययेषु उपदेश अवस्थायाम् अन्ते तुस्मा इति हलवर्णः अस्ति चेत्, तुस्माः इति हल् अस्ति चेत् तस्य इति न भवति, तस्य इति निषिध्यते। सो केवलं विभक्तौ एव एतत् सूत्रं प्रवर्तते। परन्तु तत्र प्रायशः प्रश्नः आयाति विभक्तौ इत्युक्ते किम्। सो एकं सूत्रम् अस्ति संज्ञासूत्रं, विभक्तिश्च इति अपि संज्ञासूत्रम्। सो विभक्तिश्च सूत्रे किम् उक्तम्? तत्र तु सूप् अपि च तिङ् इति पदद्वयस्य अनुवृत्तिः भवति। सि अत्र विभक्तिश्च केवलं सूत्रमस्ति विभक्तिश्च। सो विभक्तिश्च किं? तत्र सूप् तिङ् तत्र तेषां नामकरणं। सो सूप् प्रत्ययानां विभक्ति इति संज्ञा, तिङ् प्रत्ययानाम् अपि विभक्ति इति संज्ञा। सो विभक्ति इति किम् अस्ति? एकं विशिष्टनामकरणं। यथा इत् इति नामकरणं, तथैव व्याकरणशास्त्रे विभक्ति इति नामकरणम् अस्ति, टेक्निकल् वर्ड् अस्ति। सो कस्य कृते एतादृशः नामकरणं? सुप् प्रत्ययानां कृते। किमर्थं चेत् सुप् प्रत्ययः, सुप् प्रत्याहारे एकविंशतिप्रत्ययाः सन्ति। सो तस्मिन् अपि च तिङ् प्रत्याहारे वर्णानां समूहः अस्ति प्रत्याहारः। सो तिङ् प्रत्याहारे अष्टादश प्रत्ययानां समूहः, तेषाम् आहत्य तेषां मिलित्वा 21 + 18 ते मिलित्वा तेषाम् एकम् अन्यतनामं महर्षिणा कृतं विभक्ति इति नामम्। इकारान्त् इकारान्त् पदमस्ति, अतः सप्तमीयन्तं विभक्तौ, सप्तमीयन्तं हरौ इव भवति। हरिः यदा अस्ति तथैव हरौ भवति तत्र सप्तमीयन्तम्। अतः विभक्तौ, विभक्तौ विभक्तिप्रत्ययेषु तत्र तुस्माः इति न भवति। सो विभक्तिप्रत्यये के? सुप् अपि च तिङ्। सो प्रत्ययेषु यदि हलन्त्यम् इति सूत्रं तु प्रत्ययस्य उपरि कार्यं करोति, धातु उपरि कार्यं करोति, आदेशस्य उपरि अपि कार्यं करोति, आगमस्य उपरि अपि कार्यं करोति। प्रत्येकस्य उपदेशस्य तत्र अन्ते हल् अस्ति चेत्, हल्वर्णः अस्ति चेत् तस्य इति करणीयम् इति सूत्रं वदति। परन्तु इदानीं तत्र निषेधः केवलं विभक्तिप्रत्ययेषु एव निषेधः। सो धातुः अन्ते तुस्माः अस्ति चेत् तस्यापि हल् भवति, आदेशस्य अन्ते तुस्मा अस्ति चेत् तस्यापि हल्, आगमस्य अन्ते तुस्मा अस्ति चेत् तस्य इत् भवति। केवलं विभक्तिप्रत् कोऽपि अन्य सुप् तिङ् विहाय कोऽपि अन्य प्रत्ययः अस्ति चेत् तत्रापि हलन्त्यं सूत्रद्वारा इति भवति। परन्तु तत्र विभक्तौ एव निषेधः। किमर्थं चेत् सूत्रे साक्षात् विभक्तौ इति पदं दत्तं, न विभक्तौ तुस्माः। सो विभक्तिप्रत्ययेषु एव तुस्माः इति न भवति। तुस्मास् तुस्मा इति हल्वर्णानां कृते निषेधः इति सूत्रं वदति। केवलं विभक्तौ एव तुस्माः इति न भवति, विभक्तौ विहाय तुस्माः अपि इति भवति। विभक्तौ विहाय तुस्माः अन्ते अस्ति चेत् तस्यापि इति भवति, परन्तु केवलं विभक्तौ एव तुस्माः इति न भवति इति तत्र सूत्रं वदति। अस्तु, सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति वा? क्षम्यतां, नो नेट्वर्क् महोदय। ध्वनि श्रूयते वा? अत्र तुस्माः यः अस्ति तत्र एकनिमिषः, एकं स्लैड् अस्ति अत्र। अत्र दृश्यतु, स्लैड् दृश्यते वा? दृश्यते भगिनि, पि पि टि दृश्यते. अस्तु, दृश्यते, अत्र दृश्यते. सि न विभक्तौ तु स्माः, तत्र तु विषये दत्तं. तु इत्युक्ते तथ द द न सकारः अपि च मकारः. सुप्रत्ययानां मूलरूपं पश्यामः चेत् सु औजस् अम् ओट्षस् ताभ्यां बिस् इति पश्यामः चेत् अत्र बहुत्र सकारः अन्ते अस्ति. सि बिस् ब्यस् ब्यस् अपि च तत्र जस् सो बहुत्र सकारः वर्तते सुप्रत्ययेषु. सुप्रत्ययेषु मूलरूपेषु, एतत् तु मूलरूपमेव, सु औजस् अमोर्षस् मूलरूपम् उपदेश उपदिष्टरूपम्. सो अत्र सकारः बहुत्र वर्तते, अतः अनेन सूत्रेण न विभक्तौ तु स्वाहा इति सूत्रेण सकारस्य अत्र इति न भवति. इति अन्ते अस्ति सकारः हल्वर्णः, तदपि अन्ते वर्तते, तस्य इति निषिध्यते, तस्य इति संज्ञा न भवति अनेन सूत्रेण. अपि च मकारः, मकारः अपि बहुत्र अस्ति. भ्यां भ्यां भ्याम् आम् अम् सो अत्र मकारः अपि अस्ति सुप्रत्ययेषु. सो मकारस्य अपि निषिध्यते, इत्संज्ञा न करणीयम्. अन्ते अस्ति हल्वर्णः अस्ति, सो हलन्त्यम् इति सूत्रम् अत्र कार्यं न करोति. अत्र अपवाद अपवाद तस्य अपवादः न विभक्तौ तु स्मः. सो तेन सकारमकारस्य इति न भवति. अपि च अत्र तिङ्प्रत्ययेषु तिप्तस् जीसिप्थस्थ मिप्वस्मस् इति पश्यामः, मूलरूपं पश्यामः चेत् अत्रापि सकारः अन्ते कुत्रचित् श्रूयते. उत्तमपुरुषे द्विवचने बहुवचने वस्मस् इति अस्ति. प्रथमपुरुषे द्विवचने तस् अस्ति, थस् अस्ति मध्यमपुरुषे. सो सकारस्य इत् अत्र न करणीयं. किमर्थं चेत् न विभक्तौ तु स्मः, तु स्मः तत्र इति न भवति. अत्रापि आतां म अन्ते अस्ति, आथां म अन्ते अस्ति, ध्वं म अस्ति. सो अत्र इति न भवति. महिङ्ग् अस्ति नकारस्य इति भवति. इट् अस्ति टकारः अस्ति, टकारस्य इति भवति. थास् मध्ये अन्ते सकारः, तस्य इति निषिध्यते. सो तिप् तिङ् अपि तिङ् अपि च सुप् पश्यामः चेत् सकारः मकारः बहुत्र दृश्यते, तेषाम् इत् निषिध्यते अनेन सूत्रेण. सो तत्र प्रश्नः आयाति तवर्गः तु इति कथनेन तत्र त थ ध ध न. सो त थ द ध न सुप्प्रत्ययेषु अपि च तिङ्प्रत्ययेषु कुत्रापि न लभ्यते. अत्र कुत्रापि त थ द ध न अन्ते नास्ति इति पश्यामः. सो प्रत्ययः पश्यामः चेत् कुत्रापि न लभ्यते. सो किमर्थं महर्षिणा तु इति उक्तम् अस्मिन् सूत्रे, तु किमर्थम् उक्तम् इति तत्र प्रश्नः आयाति मनसि. सकारः मकारः तु बहुत्र दृश्यते, अतः तेषाम् इति न भवति इति तु सत्यं, परन्तु तु इति किमर्थं लिखितं महर्षिणा? सो अत्र अनन्तरं तत्र किं भवति, अनन्तरं यदा वयं अत्र दृश्यतु प्रायशः तु इति कुत्र लभ्यते इति अत्र अस्मिन् स्लैड् मध्ये दत्तं. सो तत्र किम् अस्ति, एकं सूत्रम् अस्ति टा नसि नसाम् इन् आत् स्या. टा नसि नसा नस् तत्र बहुवचनम् अस्ति. टा नसि नसाम् किम् इन् आत् स्या इति सूत्रम् अस्ति. एतत् सूत्रं तु इदानीं न पठनीयं, परन्तु तवर्गः इति कुत्र आयाति. अनेन सूत्रेण किं भवति, तृतीया एकवचनम् अस्ति टा इति प्रत्ययः. पञ्चमी एकवचनम् अस्ति नसि इति प्रत्ययः. षष्ठी एकवचनम् अस्ति नस् इति प्रत्ययः. सो सूत्रं वदति टा नसि नसाम् अदन्ताङ्गम् अस्ति, यथा राम फल, तत्र राम इति अस्ति अदन्तप्रातिपदिकं, फल इति अधन्त नपुंसक प्रातिपदिकम् अस्ति. सो अधन्त अङ्गात् परे यदा टा अथवा नस्सि अथवा नस् इति योजयामः, तत्र किं प्रत्ययस्य भिन्न आदेशः भवति. टा स्थाने इन् आदेशः भवति, नसि स्थाने आत् आदेशः भवति, नस् स्थाने स्य इति आदेशः भवति. सो यदा वयं रामयोग तत्र नसि कुर्मः चेत् तत्र किं भवति, वयं जानीमः रामात् भवति इति, तु वयं सर्वे जानीमः. पञ्चमी एकवचनरूपम् अस्ति, अकारान्त् प्रातिपदिकस्य पञ्चमी एकवचनरूपम् अस्ति रामात् अथवा फलात् वृक्षात् इति तत्र भवति. सो तत्र आत् कुत्र श्रूयते, प्रत्ययः तु नसि अस्ति. सो आत् किमर्थम् अन्ते श्रूयते, तत्र नसि स्थाने आत् आदेशः भवति अनेन सूत्रेण. सो यदा तत्र आत् आदेशः भवति, नसि अपगच्छति, सम्पूर्णप्रत्ययः मूलरूपम् अपगच्छति, तस्य स्थाने आत् इति आदेशः भवति. इदानीं दृश्यतु, आत् इति आदेशः. सो सूत्रम् आदेशे तकारः इतना इति न वदति. सूत्रं वदति न विभक्तौ तुस्माः, विभक्तिप्रत्ययेषु तुस्माः इतना भवति, तुस्माः त अपि अस्ति. अत्र आत् इति यः आदेशः, प्रत्यादेशः नसि स्थाने भवति, तत्र तकारः अन्ते वर्तते, परन्तु रामात् वृक्षात् फलात् तत्र त श्रूयते. इत्युक्ते तत्र तकारस्य इत् निषिध्यते. कथं निषिध्यते? सि अत्र नसि स्थाने आत् आदेशः, तत्र एकम् अन्यत् सूत्रम् आयाति. सूत्रमस्ति स्थानिवद् भावः अनल्विधौ इति सूत्रमस्ति. इत्युक्ते सूत्रं किं वदति, केवलं स्मरणार्थं वदामि. एतत् सूत्रं तु इदानीं तत्र न पठनीयं. स्थानिवद् भाव अनल्विधौ इति सूत्रं वदति, आदेशः तत् एतदपि अतिदिश्यते, अतिदेशसूत्रमस्ति. आदेशः स्थानिवद् भवति इति सूत्रं वदति. अनल्विधौ इति अन्यत् टर्म् अस्ति, इत्युक्ते तत्र अल् इति गुणः न आयाति. इत्युक्ते आदेशः, अत्र आदेशः कः, आत् इति आदेशः. स्थानी वद् भवति, अत्र स्थानी किं, नसि, नसि इति स्थानी, नसि स्थाने आत् आदेशः इति सूत्रं वदति. अदन्ताङ्गम् अस्ति रामः इति अदन्तम् अस्ति, रामयोग नसि कुर्मः चेत् अङ्गम् अदन्तम् अस्ति, राम इति अदन्तम् अस्ति, तस्य परे यदि नसि प्रत्ययः आयाति, यस्य कस्य अपि अदन्त अङ्गस्य परे नसि आयाति, अनेन सूत्रेण नसि स्थाने आत् इति आदेशः भवति. सूत्रमस्ति स्थानिवद् भावः अनल्विधौ, आदेशः स्थानिवद् भवति. आदेशेषु उपरि, आदेशस्य उपरि स्थानिगुणः अध्यारोपिते इति सूत्रं वदति. सो स्थानिगुणः कः, स्थानी बहु गुण, एतत् सुप्रत्ययः, सर्वे सुप्रत्ययः, विभक्तिप्रत्ययः अपि, येषां कृते यानि संज्ञा यः यः संज्ञा महर्षिणा उक्तं, तत् अस्य नसि इति प्रत्ययस्य गुणः. इत्युक्ते नसि इस् अ विभक्तिप्रत्ययः, नसि इस् अ सुप् प्रत्ययः. सो आत् उपरि सुप् इति गुणः अपि आयाति, सुप् इति नामकरणस्य गुणः अपि आयाति, विभक्तिगुणः अपि आयाति. किमर्थं चेत् स्थानिवद् भवति, आदेशः स्थानिवद् भवति. आदेशः इस् ईक्वल् टु द स्थानि, स्थानिनः ये गुणाः, ते गुणाः आदेश उपरि अपि आयान्ति. सो अत्र आत् इति कथनेन यः शब् आदेशः सः तस्यापि विभक्ति इति संज्ञा अस्ति. अतः तत्रापि यद्यपि आदेशः अस्ति, प्रत्ययस्य कृते आदेशः अस्ति, विभक्तिप्रत्ययस्य कृते आदेशः अस्ति, अतः तत्र तकारः इत्संज्ञा निषिध्यते, तकारस्य इत्संज्ञा निषिध्यते अनेन सूत्रेण. सो स्थानिवद् भावः अनल्विधौ इति सूत्रं वदति, आदेशस्य उपरि स्थानिगुणः अध्यारोपिते इति सूत्रं वदति. अग्रे गत्वा पठामः एतत् सूत्रं. तथैव तत्र तकारः अस्तु, तकारः तु दृश्यते तत्र, थ ध न इति कुत्र दृश्यते, तत्र अग्रिमे सूत्रे अस्ति. तत्र तथैव सर्वनाम शब्दः अदन्तात् अस्ति चेत्, अदन्ताङ्गम् अस्ति चेत् तत्र नसि स्थाने स्मात् आदेशः, अपि च नि स्थाने स्मिन् आदेशः. स्मात् मध्ये अपि यः आदेशः भवति, नसि स्थाने सर्वनाम शब्दस्य कृते तत्र तकारः अन्ते श्रूयते। स्मिन् यः आदेशः भवति तत्र नकारः अन्ते श्रूयते नी स्थाने, इत्युक्ते सप्तमी एकवचनस्य स्थाने नी। सो तत्र किं पद कीदृशपदानि? तस्मात्, तस्मिन्, सर्वस्मिन्, अन्ते नकारः श्रूयते, त श्रूयते। सो अनेन सूत्रेण एव तादृशनकारस्य, तादृशतकारस्य इत्संज्ञा निषिध्यते। सो वी केन् सी द तकारः एण्ड् नकारः फ्रोम् दीस् टु सूत्रास्। अतः महर्षि किं वदति, तुस्माः निषिध्यते, तुस्माः इति न भवति। सकारः मकारः तु साक्षात् दृश्यते, परन्तु तु इति कुत्र लभ्यते? आदेशः यः मूलप्रत्ययस्य कृते यः भिन्न आदेशः, प्रत्यादेशः भवति, तत्र एतादृशः तु इति वर्णसमूहस्य प्रयोजनं दृश्यते, वर्गीयव्यञ्जनानां प्रयोजनं दृश्यते। स्मात्, स्मिन्, आत्, अत्र नकारः, सो तवर्गीयव्यञ्जनः एव अन्ते अस्ति, अतः तु इति तत्र महर्षि वदति सूत्रे। सो तुस्माः इति निषिध्यते विभक्तौ एव। सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु। अस्तु, नास्ति चेत् अग्रे पठामः। अस्तु, अग्रे आदिर्नीचुडुवः कः पठति? कृपया स्वयम् अग्रे आगच्छतु। सुलोचना भगिनी पठितुमिच्छति वा भगिनि? न श्रूयते, सम् प्राब्लम् वित् मै नेट्वर्क्, ऐ डोण्ट् अण्डर्स्टाण्ड्। न श्रूयते भगिनि? अन्येषां कृते श्रूयते वा? न भगिनि, न श्रूयते। श्लोचना भगिनी, न श्रूयते भगिनि? कोऽपि अन्य पठितुमिच्छति वा? सूत्रं सरलमस्ति। मञ्जुरी भगिनी पठितवती वा भगिनि? पठितुमिच्छति वा भगिनि? न श्रूयते भगिनि, कृपया उच्चैः वदतु भगिनि, न श्रूयते। न श्रूयते भगिनि, कृपया म्यूट् मध्ये तिष्ठतु तत्र। पूर्णिमा भगिनी पठितुम् इच्छति वा भगिनि? ध्वनिः न आयाति, ऐ डोण्ट् नो भगिनि, मम ध्वनिः सम्यक् नास्ति भगिनि, डाक्टर् वाय्स् रेस्टेड् अस्ति। चिन्ता मास्तु भगिनि, एकसप्ताहपर्यन्तं चिन्ता मास्तु भगिनि, कृपया म्यूट् मध्ये तिष्ठतु। कोऽपि अन्य पठितुम् इच्छति? पठतु भगिनि। आदिर्नि टुडवः उपदेशस्य प्रथमाध्याय तृतीयपादः पञ्चमसूत्रम्। उपदेशस्य आदौ नि टु टु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति। नि टु डु एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते। नि च टु, नि च टुः च डुः च तेषाम् इतरेतरद्वन्द्वः निटुडु बहुवचने निटुडो निटुडवः गुरुशब्दः इव। आदिः प्रथमान्तं, निटुडवः निटुडवः प्रथमान्तं, द्विपदम् इदं सूत्रम्। आदिः इति इत् इति च बहुत्वे एकवचनम्। अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आद्यः निटुडवः इतः एतत् सूत्रं वदति उपदेशे आदौ यदा नि टु डु इति त्रिषु एकः वर्णसमूहः अस्ति नि अस्ति वा टु अस्ति वा डु अस्ति तदा तस्य इतसंज्ञा भवति नि टु डु एते निबन्धाः सन्ति निबन्धाः इत्युक्ते धातोः प्रथमं ते आगच्छति तस्य समवेत अस्ति धातुषु एव अस्ति तदा एतत् सूत्र अस्ति इति धातूनां कृते अस्ति धातुमध्ये यदा प्रथमं नि टु डु एतेषां एकः एव वर्णसमूहः अस्ति तदा किं भवति तस्य इतसंज्ञा भवति द नि टुः वडु एषाम् इतरेतरद्वन्द्व भवति निटुडु बहुवचने निटुडवः आदिः इति पदमस्ति इति प्रथमान्तमस्ति निटुडवः इति अपि प्रथमान्तं पदमस्ति द्वयोः अपि प्रथमान्तमस्ति तदा एतत् द्विपदं सूत्रं भवति विशेषणविशेषभावः अस्ति विशेषण आदि निटुडवः इति विशेषः भवति आदिः इति इत् इति च बहुत्वे एकवचनम् एतत् अहं न अवगन्तुं शक्नोमि भगिनि आदिः इति इत् इति च बहुत्वे एकवचनम् अनुवृत्तिसहितसूत्रः भवति उपदेशे धातोः आदयः निटुडवः इतः उपदेशावस्थायां धातोः अग्रे वा पूर्वं यत्किमपि निटुडवः अस्ति तस्य इतसंज्ञा भवति सो अत्र एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते इत्युक्ते पूर्वसूत्रं पश्यामः चेत् तत्र प्रथमसूत्रम् अस्ति उपदेशे अजनुनासिकित् उपदेश अवस्थायां यत्किमपि अनुनासिक तस्य इत् अनन्तरं हलन्त्यं सो हलन्त्यम् अपि च न विभक्तौ अन्ते स्थितस्य अन्त्यम् अन्त्यम् इति पदम् अत्र अनुवृत्तिः रूपेण आयाति प्रायशः एतत् सूत्रद्वयस्य विषये अन्ते स्थितस्य हलवर्णस्य इत् भवति अपि च अन्ते स्थितस्य तुस्माः इत्यत्र इत् निषिध्यते इति सूत्रं भवति इदानीं सः चतुर्थसूत्रे आदिः इति पदं दत्तं साक्षात् सूत्रे दत्तं सो एतत् आरभ्य आदिः इति पदम् आरभ्य नवदः अन्तिम विषयः द अन्तिम विषयः विल् एण्ड् ओवर् हियर् एण्ड् द आदि विषयः विल् स्टार्ट् फ्रोम् हियर् बिकास् सि अत्र आदिः अस्मिन् सूत्रे आदिः इति पदं दत्तं सो आदौ नी टु डु अस्ति चेदेव इति भवति कुत्रचित् मध्ये नी इति वर्णसमूहः एकत्र अस्ति टु डु मध्ये अस्ति अथवा अन्ते अस्ति तस्य इति न यथा भगिनिना उक्तम् अत्र विशेषणविशेषः भवति कीदृशी नीटुडुवः आदिः आदिं नीटुडुवः एव इति भवति सो उपदेशस्य आदौ यत्किमपि उपदेशः तस्य आदौ नि इति वर्णसमूहः टु इति वर्णसमूहः डु इति वर्णसमूहः अस्ति चेदेव तस्य इत् अतः अत्र आदिः इति पदं साक्षात् दत्तं सो एतत् आरभ्य सर्वत्र आदि आदि आदि इति पदस्य अनुवृत्तिः भवति सि देट् इस् द ब्यूटि आफ् द अनुवृत्तिः द महर्षि डस् नाट् वाण्ट् दिस् अन्त्यं विल् नाट् कम् फ्रोम् इन् बिट्वीन् देट् अन्त्यं विल् नाट् कम् सो नौ द अन्त्यं सब्जेक्ट् इस् ओवर् वट् एवर् अन्ते स्थितस्य यस्य वर्णस्य इत् देट् सब्जेक्ट् इस् ओवर् नौ द आदि सब्जेक्ट् विल् स्टार्ट् बिकास् द अनुवृत्ति इस् फ्राम् पूर्वसूत्रात् अनुवृत्ति स्टार्ट् फ्राम् द पूर्वसूत्रात् सो अत्र आदिः इति पदं दत्तं सो वी केनाट् टेक् आदि एण्ड् द अन्त्यं बोथ् टुगेदर् बिकास् तत्र विपरीतभावः वर्तते आदि इस् द फस्ट् अन्त्यम् इस् द लास्ट् so here the antyam subject ends and the adi subject starts so adi hi nitudvah asti che tasya id bhavati kimartham atra likitam dhatushu eva bhavanti idam sutram dhatushu karyam karoti see atra अनुवृत्तिसहितसूत्रं पश्यामः. उपदेशे धातोः आदयः नीटुडुवः इत् यद्यपि अत्र केचन वैयाकरणाः धातोः इति पदस्य अनुवृत्तिः न स्वीकरोति, तथापि अत्र किं तत्र यः अवगमनार्थं कोऽपि क्लेशः न भवति. यदि वयं सपोज् वी आर् नाट् टेकिङ्ग् धातुः इति पदस्य अनुवृत्तिः, वी टेक् उपदेशे आदयः नीटुडुवः इति तावदेव तत्र अनुवृत्तिरूपेण स्वीकुर्मः चेत् तेन किं भवति इति पश्यामः. सो उपदेश अवस्थायाम् आदयः बहुवचने अस्ति, अतः आदिः इति यः अस्ति, आदिः इति प्रथम एकवचने अस्ति, परन्तु अत्र नीटुडुवः इति बहुवचने अस्ति, अतः वचनविपरिणामं कृतम् आदयः इति दत्तम्. किमर्थं चेत् अनुवृत्तिसहितसूत्रः वाक्य इव दृश्यते. वयं पूर्वे अपि पठितवन्तः अनुवृत्तिसहितसूत्रं वाक्य इव दृश्यते. वाक्य इव दृश्यते चेत् तत्र यः विभक्ति अपि च वचनं तत् समानं भवेत् इति. तत्र यद्यपि पूर्वे आदिः सूत्रे आदिः इति पदं दत्तं, परन्तु अत्र नीटुडुवः इति बहुवचने अस्ति, अतः अत्र आदयः इति दत्तं. यक् इकारः इकारान्त् अस्ति चेत् बहुवचने प्रथमपुरुष बहुवचने आदयः भवति. सो तत्र उपदेशे आदयः नीटुडुवः इति यत्किमपि उपदेशः इत्युक्ते उपदेशः केवलम् उपदेशः इति वदामः चेत् धातुः प्रत्ययः आदेशः आगमः एतेषु चतुर्षु मूलरूपेषु उपदेश अवस्थायाम् आदौ नी अथवा टु अथवा डु अस्ति चेत् तस्य इति करणीयम् इति सूत्रं वदति. सो यदि तत्र वयं सर्वं वी हेव् सपोज् वी हेव् अ फुल् लिस्ट् आफ् आल् द प्रत्ययास् मूलप्रत्ययानां तत्र क्रमः पश्यामः चेत् तत्र कुत्रापि आधौ नी टु डु इति वर्णसमूहः न लभ्यते. यत्किमपि प्रातिपदिक कृते ये प्रत्ययाः तत्र तिङ्प्रत्ययाः सुप् प्रत्ययाः कृत् प्रत्ययाः विकरणप्रत्ययाः यत्किमपि प्रत्ययाः व्याकरणशास्त्रे तत्र सन्ति, ये यत्किमपि प्रत्ययाः सन्ति तेषु कुत्रापि आधौ नी इति वर्णसमूहः टु इति वर्णसमूहः डु इति वर्णसमूहः नास्ति. सो दीस् फार् द प्रत्ययास् दिस् सूत्र डस् नाट् डु द कार्य. किमर्थं कार्यं न करोति? बिकास् तत्र आदौ एतत् वर्णसमूहः एव न वर्तते. आगमः तथैव आगमः पश्यामः अथवा आदेशः पश्यामः, तत्र अपि नी टु डु इति वर्णसमूहः आदौ नास्ति. किमर्थं चेत् आदिं तस्य नी टु डु एतस्य वर्णसमूहस्य एव व्याकरणे. सो तत्रापि नी टु डु इति वर्णसमूहः तत्र यूनिट् कृत्वा टु डु नी इति तत्रापि न लभ्यते. सो वाट् इस् लेफ्ट् नौ? धातु एव लेफ्ट्. धातुः ये द्विसहस्रधातवः तेषु बहुत्र नी यथा तत्र बहु तद्धातवः सन्ति येषाम् आदिं नी अस्ति, टु अस्ति, डु अस्ति, एतादृशः बहूनि तत्र ये धातवः सन्ति. सो अतः अत्र किं लिखितं? यद्यपि महर्षि किम् इष्टं, महर्षि वदति उपदेश अवस्थायां नीटुडु आदिम् आदौ स्थितस्य नीटुडु इति वर्णसमूहस्य इति करणीयं. तथापि यदा वयं प्रक्रिया तत्र एते सर्वे आदेशः पश्यामः, उपदिष्ट धातवः प्रत्ययः आदेशः आगमः पश्यामः, तत्र केवलं धातुषु एव एतादृशः वर्णसमूहः लभ्यते. अतः तत्र किं सुलभार्थं तत्र धातोः इति पदस्य अनुवृत्तिः अपि स्वीकुर्मः चेत् तत्र लाभाय एव, इत्युक्ते तत्र अस्माकं सविधे तत्र किञ्चित् तत्र क्लेशः मा भवेत् इति तत्र कानिचन वैयाकरणाः धातोः इति पदस्य अपि अनुवृत्ति स्वीकरोति. किमर्थं चेत् अत्र दृश्यतु प्रथम अध्याये तृतीयपादे द्वितीयसूत्रमस्ति, उपदेशे अजनुनासिक् इति सूत्रम् अस्ति. परन्तु प्रथमपादे तृतीय अध्याये प्रथमसूत्रम् अस्ति भुआदयः धातुवः, सो तत्रापि धातुः इति पदम् अस्ति. सो अस्मिन् प्रकरणे प्रथमसूत्रं भुआदयः धातुवः अस्ति, अतः धातोः इति पदस्य अत्र अनुवृत्तिः भवितुं शक्नोति. सो तेन किं भवति, सूत्रस्य अर्थं तत्र सरलतया वयम् अवगन्तुं शक्यते. परन्तु अन्यथा अपि धातोः इति पदस्य अनुवृत्तिः न स्वीकुर्मः चेदपि वयं ज्ञातुं शक्यते. यद्यपि अत्र सूत्रे वदति उपदेशे नीटुडुवः आदौ अस्ति चेत् तस्य इति करणीयम्, केवलं धातुषु एव एतादृशः वर्णसमूहः लभ्यते, अतः एतत् सूत्रं केवलं धातुषु एव कार्यं करोति. बट् महर्षि हेज् मेड् दिस् सूत्रः फार् आल् द उपदेशास्. यद्यपि सः वदति आल् द उपदेशास् एतत् सूत्रं कार्यं करोति, परन्तु तत्र प्रक्रिया पश्यामः चेत् केवलं धातुषु एव एतादृशः वर्णसमूहः लभ्यते. सो धातुषु आदौ नी अथवा टु अस्ति चेत् तस्य इत् भवति इति सूत्रं वदति, तावदेव. परन्तु पूर्वे वयं किं ये प्रथम त्रीणि सूत्राणि चत्वारि सूत्राणि प्रत्येकस्य आदेशस्य उपरि कुत्रचित् उपरि पठितं न? आम्, त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते. सो द फस्ट् थ्री सूत्रास् उपदेशे हलन्त्यम् एण्ड् आदिर्नीटुडुवः. यद्यपि महर्षि अत्र किमपि न उक्तं प्रत्ययस्य वा धातु वा, केवलं महर्षि वदति उपदेशे इत्युक्ते यत्किमपि उपदेशः. अतः अत्र लिखितं द फस्ट् थ्री सूत्रास् आर् फार् सर्वेषु उपदेशेषु एते सूत्राणि कार्यं करोति. परन्तु प्राक्टिकल् पर्पस् तत्र आदिर्नीटुडुवः इति सूत्रस्य तत्र यः तत् प्रक्रियायां पश्यामः चेत् केवलं धातुषु एव एतादृशः वर्णसमूहः लभ्यते. अतः अस्मिन् परिच्छेदे लिखितम् एतस्य प्रयोगः, एतस्य सूत्रस्य प्रयोगः केवलं धातुषु एव भवन्ति. एतादृशः निबन्धाः, एतादृशः अनुबन्धाः केवलं धातुषु एव भवन्ति, न तु प्रत्ययेषु आगमेषु आदेशेषु, तावदेव. तत्र उपदेश अवस्थायां धातुषु यः नी टु डु इति वर्णसमूह आदौ अस्ति चेत् तस्य इत् भवति इति सूत्रं वदति. अस्तु, इदानीं तु तत्र समयः सर्वैः अवगतं वा? इदानीं तु समयः अभवत्, इदानीम् अत्र स्थगामः. अत्र अभ्यासः अपि वर्तते, पूर्व अन्यस्मिन् वर्गे तत्र एतत् सर्वं समापयामः. एतत् सरलमस्ति, परन्तु विशृणोद सम्पूर्णसूत्रार्थः. अस्तु, अत्र स्थगामः. कोऽपि प्रश्नः अस्ति चेत् अत्र स्थगामः. शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः.